विचार अस्ति कश्चित्। और व्यस्त नहीं है, पर सन्निकर्ष संहिता उभयवृत्ति पर सन्निकर्ष संहिता नीचे पद प्रकृति संहिता पर सन्निकर्ष संहिता वर्णानाम यह अत्यंत सन्निकर्ष वर्तते समीपता सन्निकटता वर्तते सा एव संहिता इति उच्यते। पद प्रकृति संहिता पदानाम प्रकृति पद प्रकृति यस्याः पदानि प्राप्तानि सा संहिता वेदमुद्राः संहिता रूपेणैव लब्धाः ततः पद पदोपदेशः पश्चात् जातः। तदेव तु अस्ति पदानि नहि पदानां प्रकृति संहिता इत्यपि समासः दीयते अन्यच्च विकारस्तु षष्ठ्यर्थे तु आगमिष्यति पदानां प्रकृतिः पद प्रकृति संहिता इति वेदः मन्त्रः तथैव तु पदानि निष्कृष्टानि सन्ति पूर्वं संहिता रूपं वर्तते पश्चात् च पद रूपं वर्तते। संहितायाः स्वरूपं प्रदर्शितमस्ति केवलं किम् आसीत् वाक्यम् हा अत्र किमस्ति यतोहि साङ्गीतिकी विरूपता अत्र प्रदर्शिता नृत्यापदे अथवा अवसायपदे तत्र संगीतायाः ज्ञानम् अस्माकं भवेत् संगीतायाः ज्ञानम् अस्माकम् अस्ति चेत् तत्र तत्र गत्वा पदपरिचयः सम्यक् भविष्यति तदर्थमत्र उच्यते। किमस्ति क्वा विचार्यते वेदे अथवा व्याकरणे हाँ चेत वेदे यदि विचार्य चेत संगीता प्रकृतिर्भवति पदानां यतो हि संगीता रूपेण उपलब्धाः मन्त्राः सन्ति पश्चाच्च तस्य एव पदानां व्याख्यानम् अभूत् पदत्वेन व्याकरणमिति वा व्याख्यानमिति वा परिचयः इति वा कारितम् आसीत् संगीतानि प्राप्तानि। व्याकरणं तु पश्चादवर्ती वर्तते, विच्छेदस्तु पश्चादवर्ती वर्तते। हाँ, नहीं उस दिन गिर गया। का संगीता उच्यते? बहुर्योस मासे संगीता का उच्यते? कस्य स्वरूपम किमस्ति? अभिधेयम किमस्ति संगीता पदस्य? बौर्यो समासे यदि व्याकरण पुरस्सरं पश्यामः चेत् अद्यत्वे किमस्ति? यथा तत्र इकोण शिवा एचोयव यावः तो गुणे इत्यादिकं क्रियते अस्माभिः, तथा तत्र उपचारः क्रियते यथा अस्माभिरेव पदानि निर्मीयन्ते। परम पदानि अस्माभिः न निर्मीयन्ते, उच्चरितानां तत्र अनवाख्यानं केवलं वैयाकरणैः क्रियते। पूर्वत एव वर्तमानानि सर्वाण्यपि पदानि सन्ति, परम उपचारः तादृशः क्रियते। अनेन सूत्रेण यणादेशः अभूत्, अनेन सूत्रेण अयादेश, अनेन वृद्धि, अनेन गुणैकादेश, अनेन सवर्ण दीर्घत्वैकादेश इत्यादिकम् उच्यते अस्माभिः। स व्यवहारः पूर्वत एव तत्र वर्तते, पूर्वतः वर्तमानस्यैव तत्र केवलम् अनुमाख्यानम् अस्माभिः क्रियते। उपचारे परसन्निकर्ष संहिता इति उच्यते चेत् एवं नास्ति, सन्निकर्ष अस्माभिः क्रियते। सन्निकर्षस्तु पूर्वतः वर्तमानः अस्ति, तस्यैव सिद्धांत सैद्धांतिक व्यवहार आय तत्र संज्ञा संहिता संज्ञा तत्र प्रदत्ता वर्तते। पारिभाषिक की संज्ञा ऐसा जाता, परम पद प्रकृति संज्ञा संहिता इत्यत्र तु संहिता पुरस्सरम पदानाम उपलब्धिर वर्तते। संहिता पूर्वम वर्तते ततश्च पदानाम उपलब्धि। नहीं, बहुर्यो समासे सति संगीता शब्दस्य पदार्थः कः स्यात्? क्रियेत समासस्तु कश्चिदपि स्यात्, परं तत्र अभिधेयः कः इति प्रश्नः। पदं कथं भविष्यति? पदं तु तत्र प्रकृतित्वेन वर्तते। बहुर्यो सति संगीता तु काचित् अन्या एव स्यात्। किमस्ति कश्यप्? तदेव तु व्याकरणेन क्रियते, व्याकरणेन तदेव क्रियते। पूर्वं वर्णज्ञानं कार्यते, पश्चात् पदज्ञानं कार्यते, वर्णानां यः सम्बन्धः तस्य ज्ञानं कार्यते, पदानां मध्ये सम्बन्धः तज्ज्ञानं कार्यते। एतत् सर्वमपि कार्यते, एतत् सर्वमपि ज्ञानं किमर्थं कार्यते? यथा हि संहितायाम् अस्य प्रवृत्तिः स्यात्, संहितागत पदानामेव अत्र पृथक्कृत्य व्यवहारः अथवा ज्ञानं कार्यते। अस्तु, वाक्यं पूर्वं वर्तते अथवा पदं पूर्वं वर्तते? केन सिद्धान्तेन? लौकिके एव एकः श्लोकः तत्र भर्तृहरि काव्ये आगच्छति वाक्यपदीये। पदे वर्णानि विद्यन्ते, वर्णेष्वव्यवान च, वाक्यात् पदानामत्यन्तं प्रविवेको न कश्चन। पदे वर्णान विद्यन्ते यान्यपि पदानि अस्माभिः श्रूयन्ते तत्र वर्णाः न सन्ति अव्यवत्तेन वर्णेषु अव्यवान च केचन वर्णाः अस्माभिः सांगीतिक उत्वा संध्यक्षरत्वेन स्वीक्रियन्ते तत्रापि अव्यवाः न वर्तन्ते। अन्ते च उच्यते सिद्धान्तः वाक्यात् पदानाम् अत्यन्तं प्रविवेको न कश्चन। वाक्यात् हि पदानाम् प्रविवेकः इति पार्थक्यम् नास्ति कश्चन अत्यन्तं नास्ति चेत् वाक्यमेव अस्ति अर्थावबोधः वाक्येन भवति अथवा पदेन भवति वाक्येन भवति चेत् कस्यचित् सत्ता अस्ति इति कथम् अस्माभिः ज्ञायते व्यवहारेण व्यावहारिकी सत्ता च कस्य वर्तते वाक्यस्य न तु पदस्य पदमपि यदा उपलभ्यते चेत् वाक्ये एव उपलभ्यते स्वतन्त्रं पदं न उपलभ्यते कस्यचित् पदस्य स्वतन्त्रा सत्ता न वर्तते वाक्यगता एव सत्ता वर्तते कस्यचिदपि। अत्र तु केवलम् अवबोध्यते आचार्यैः ऋषिभिर्वा अस्यां संहितायाम् एतत् पदं वर्तते अस्मिन् पदे एते वर्णाः वर्तन्ते उत्वा पदम् अवबोधयितुं संहिताम् अवबोधयितुं तत्र अवयवाः प्रकल्पिताः यतोहि अवयवशः यदि बोधः कार्यते चेत् तत्र सुष्ठुतया अथवा सरलतया बोधः भवति तत्र चेत् एषा अवयवकल्पना वर्तते तत्र पदत्वेन वर्णत्वेन प्रकृतित्वेन प्रत्ययत्वेन आगमत्वेन आदेशत्वेन येन केनापि अवयवत्वेन वर्तते। वस्तुतः सांगीतिकी सत्ता एव परासत्ता वर्तते मन्ये तथा स्यात् परम शब्दस्य व्यवहारः कुतः आरब्धः अस्तु वर्णस्य उपदेशः केन कृतः इदं प्राथम्येन कुत्र च वर्तते तस्य क्वचित् संकेतः अपि दीयेत। अस्माकं परम्परायां तु अर्थात् भारतीयपरम्परायां उत्वा पुरातनपरम्परायामिति वक्तुं शक्यते वेदा एव उपलभ्यन्ते वेदेभ्य एव सर्वापि विद्या निःसृता इत्यपि सिद्धान्तः चेत् एतत् सर्वमपि पश्चाद्वर्ति वर्तते इति च अग्रेपि आगच्छति अधुनैव आगच्छति अग्रिमे प्रसङ्गे एव चेत् संहिताया सत्ता एव पुरातनी सत्ता वर्तते आदिभूता सत्ता वर्तते इति कुत्र उपगम्य ईक्षितव्यम् उपेक्षितव्यम् समीपतः ईक्षितव्यम् द्रष्टव्यम् परीक्षितव्यम् लोके भिन्नः वर्तते इति उच्यते तत्र दोषः कथं न भविष्यति यदि अस्य उपेक्षा क्रियेत चेत् अर्थः कथम् एते इति नहीं वाक्यं किमस्ति तत् उपेक्षितव्यं सामानाधिकरण्यं केन सह वर्तते नपुंसके एकवचने निर्देशः किमर्थं क्रियते सामान्येन कथं भविष्यति यदा प्रयुज्यते तत्र एते शब्दाः एते शब्देन तो सामनाधिकरण्यं वर्तते तत् एते न उपेक्षितव्यं वाक्यमेव नास्ति उपेक्षितव्यः इति व्यवर्तव्यं स्यात् अन्यचितात् एते उपेक्षितव्यं इति सामनाधिकरण्यं वर्तते त्रिषु अपि पदेषु तथा यदि स्यात् वाक्यमेव न भवति ज्ञानमेव तो आधार वर्तते सर्वस्यापि ज्ञानं विना उपासनापि कथं भवेत् ज्ञानं विना कर्मापि कथं भवेत् ज्ञानमेव तो आधार वर्तते अज्ञानेन तु उपासना कथं भविष्यति ज्ञानमेव आधारत्वेन वर्तते ऋते जानान्न मुक्तिः अन्यच्च तत्र अनेकत्र वर्तते ज्ञानस्यैव आधारो वर्तते सर्वत्रापि मन्ये केनचित् उच्यते यत् अनेन तु शास्त्राणि न अधीतानि इति चेदपि मुक्तिर्लब्धा पूर्वं तु एतद्वाक्यं केन उच्यते सः प्रमाणकूटौ वर्तते वा न वा इति परीक्षणीयं भवति अन्यचेदि प्रमाणकूटौ वर्तते मन्ये कथञ्चित् चेत् तेन पूर्वं कदाचित् सज्जाकृता स्यात् तथा अधीतं स्यात् ज्ञानमर्जितं स्यात् तेनैव परिश्रमेण एतल्लब्धं तेन अस्तु चेदत्र प्रतिपादितं अर्थहीनं यः अधीते सः पुष्पफलरहितं अधीते उत्वा किञ्चित् पुष्पफलं तस्मै उत्वा तेन लभ्यते इति प्रतिपादितम् अर्थात् अर्थरहितम् अपि यदि अधीयते यतोहि आम्नाय शब्दः तत्रैव वर्तते तत्र पाठः कर्तव्यः तस्यापि लाभः भवत्येव परं किञ्चित् भवति तथा न भवति यथा अर्थज्ञस्य भवति इत्यत्र प्रतिपादितम् अधुना एका अतीव महत्वपूर्णा परम्परा अनेन यास्केन सुरक्षिता अत्र वर्तते या किल विकासवादं खण्डितमिव करोति विकासवादे तु तत्र यः पूर्वः प्राणी आसीत् स अतीव असभ्यः जाङ्गलः अज्ञानी मूर्खः इत्यादि तत्र उच्यते पश्चाच्च तेन शनैः शनैः आवश्यकतानुरूपं विकासः प्राप्तः पूर्वमसौ वानरः आसीत् शनैः शनैः सः उत्थाय चलति यथा यथा आवश्यकता भूत् तथा तथा चेत् अद्य यत् रूपं मनुष्यस्य लभ्यते तेन तत् रूपं प्राप्तं शनैः शनैः विकासेन परमात्र तु अस्माकं परम्परायाम् एतत् सर्वत्रापि दृश्यते तथा हि चरकेऽपि उच्यते वाक्यपदीयेऽपि उच्यते अत्रापि उच्यते अन्येऽपि ये केचन प्राचीनग्रन्थाः सन्ति महाभाष्यं वा तत्र सर्वत्रापि न्यूनाधिकरूपेण एषा परम्परा तत्र तत्र उक्ता वर्तते यत् अस्माकं ये पूर्वजाः आसन् ते अतीव कुलीनाः उत्वा सत्त्वसम्पन्नाः आसन् तत्र च शनैः शनैः ह्रासः उत्पन्नः किमिति तदेव अत एव एषा आविष्कारः सम्पन्नः मनुष्यस्य विकासी रूपम प्राप्तम अनेन इति तो पुच्छम पुच्छस्य आवश्यकता न भो चेत पुच्छम निर्गतम इतः उत्तम न जाने किम किम किम किम तत्र उक्तम। हाँ चेत एषा परंपरा अत्र सुरक्षिता अन्यच तत्रापि उच्यते न युग युगानुसारिणी या कालगणना वर्तते तत्र पूर्वं कृतयुग अन्यच त्रेता द्वापर अन्यच कलि चत्वारः विभागाः तत्र कृता वर्तन्ते। ये केऽपि अत्र भारतीय परंपरायां ग्रंथा उपलभ्यन्ते तत्र पुराणान्यपि तथा वदन्ति यत् कृतयुगे धर्मस्य संपूर्णमपि सुरक्षितम् आसीत् तत्र तथा उच्यते। अन्यच त्रेतायां तस्य त्रयः पादा धर्मस्य द्वापरे द्वौ पादौ कलिच एक पाद अवशिष्ट इति अर्थात ह्रास तत्र संपद्यते चेतत्र सत्वगुण प्रधानता इति तत्र आख्यातुं शक्यते। तदेव उच्यते अनेन साक्षात्कृत धर्माणः ऋषयो बभूवुः साक्षात्कृतं धर्म यैः ते साक्षात्कृत धर्माणः। धर्म शब्द अत्र नकारान्तो वर्तते धर्म धर्मणि धर्माणि अकारान्तो भी वर्तते पुंसि धर्मः धर्मौ धर्माः अन्यच नपुंसकेऽपि वर्तते तानि धर्माणि प्रथमान्यासन् इति वेदेऽपि तस्य प्रयोगः वर्तते। चेत् धर्मशब्देन तत्तत्त्वम् अभिधीयते येन तत्त्वेन कस्यचित् वस्तुनः दृश्यस्य वा अदृश्यस्य वा अस्तित्वं भवति अस्तित्वस्य निमित्तमेव धर्मशब्देन उच्यते अर्थात् येन तद्वस्तु जातं धार्यते उत्वा तेन वस्तु जातेन यद्धार्यते तदेव धर्म इति उच्यते। कस्यचिदपि तत्त्वं तत्त्वमिति तस्य भावस्तत्त्वं तस्य भावस्ततलौ तस्य भावस्तत्त्वं तस्य या सत्ता वर्तते अस्तित्वं वर्तते तस्य सत्तायाः अथवा अस्तित्वस्य यत् निमित्तं वर्तते तदेव धर्मशब्देन उच्यते तस्य च यैः साक्षात्कारः कृतः तादृशाः ऋषयः आसन्। तत्र अस्माभिः चर्के अधीयते यत् प्रत्येकस्मिन्नपि औषधौ उत्वा रोगे उत्वा धातुषु क्वचिदपि तत्र विचारः यदि क्रियते चेत् तत्र तत्त्वे विचारः क्रियते केवलं रोगे विचारः न क्रियते अस्य अयं रोगः वर्तते चेत् एतद् औषधं दातव्यम् तत्त्वतः तत्र विचारः क्रियते कालेऽपि क्रियते चेत् तत्त्वतः विचारः क्रियते प्रकृतौ क्रियते तत्त्वतः विचारः क्रियते सर्वमपि चेत् ते तत्त्वज्ञाः आसन् तत्त्वं जानन्ति इति। तत्र च तेषां ऋषीणां कस्यचिदपि धर्मणः साक्षात्कारे स्वाभाविकी वृत्तिरासीत् सहजा वृत्तिरासीत् तत्र पृथक्तः अतीव प्रयत्नः कर्तव्यः इति तथा न दृश्यते स्वभावेनैव तथा जायते स्म। अतः उक्तं साक्षात्कृत धर्माण ऋषयो बभूवु इति ऋषीणाम् एका कोटिः प्रथमा कोटिः तेषां तत्र स्वाभाविकम् उत्वा प्रातिभं ज्ञानम् इति वक्तुं शक्यते। अधुना द्वितीया कोटि ते साक्षात्कृत धर्माणः ऋषयः ते अवरेभ्यः तेभ्यः ये अवरे जाताः पश्चात् जाताः ते कीदृशाः आसन् असाक्षात्कृत धर्मभ्यः यैः कस्यचित् धर्मस्य साक्षात्करणे सामर्थ्यं नासीत् चेत् ह्रासः सम्पन्नः तेभ्यः उपदेशेन ते उपदेशं कुर्वन्ति स्म, ये साक्षात्कृत धर्माणः सन्ति, ये च असाक्षात्कृत धर्माणः सन्ति, तेभ्यः ते शृण्वन्ति स्म। उच्यते उपदेशेन मन्त्रान् सम्प्रादुः। परम एतस्यां पीठिकायां उत्वा कोट्यां एतत् सुरक्षितं वर्तते यत् श्रवणेन ते धारयितुं शक्नुवन्ति। तादृक सामर्थ्यं तेषाम् आसीत्। साक्षात् कर्तुं कस्यचित् धर्मस्य तु सामर्थ्यं नासीत्, परं श्रुत्वा तस्य साक्षात् कर्तुं उत्वा तम् अर्थम् अवधारयितुं तेषां सामर्थ्यम् आसीत् इति एकः संकेतः अत्र दीयते। अवरेभ्यः असाक्षात्कृत धर्मभ्यः उपदेशेन मन्त्रान् सम्प्रादुः। अधुना तृतीया कोटि उपदेशाय ग्लायन्तो अवरे। ततोग्रे एका अपरा कोटिरागता यत्र उपदेशेनापि ग्लानित् अनुभूयते स्म। अरे उपदेशेन तु धारयितुं न शक्यन्ते साक्षात् संहितारूपेण। उपदेशाय ग्लायन्तो अवरे बिल्मग्रहणाय, बिल्मग्रहणाय इति विच्छिद्य ग्रहणाय, संहितारूपेण ग्रहीतुं ये अशक्या अभूवन् तेषां कृते बिल्मग्रहणाय, भेदेन ग्रहणाय इमं ग्रंथं समाम्ना शिशुः। इमं इत्यनेन साक्षात् यः ग्रंथः अधीयते अस्माभिः तत्र संकेतः भविष्यति, यतो हि इदं शब्दः आसन्नवर्तिनं पदार्थं बोधयति। तत्शब्दः अथवा अदः शब्दस्तु दूरवर्तिनं पदार्थं संकेतयति बोधयति वा चेत् यः अधीयते तत्र भविष्यति। इमं ग्रंथं समाम्ना शिशुः, अस्य ग्रंथस्य समाम्नानं कृतवन्तः। कृतवन्तः अत्र स्वामीभिर्दयानन्द महोदयैः उच्यते सम्यक् अभ्यासितवन्तः, सम्यक् अभ्यासं कारितवन्तः। यतोहि ये एतेभ्यः पूर्वतनाः ऋषयः सन्ति तेषां तु सर्वस्यापि अभ्यासः वर्तते सम्यक्तया, तत्र च ते सिद्धान्ताः सन्त्येव। तत्र निगूढाः ये सिद्धान्ताः सन्ति तान् एव सिद्धान्तान् तत्र पृथक्षः विवेकेन सम्पाद्य तत्र उपदिष्टवन्तः। तदेव उच्यते बिल्मग्रहणाय इमं ग्रन्थं समाम्ना शिशुः वेदं च वेदाङ्गानि च चेत् अधुना अस्मिन् काले तत्र व्यासग्रहणस्य आवश्यकता अभूत्। तृतीयायां कोटौ व्यास इति विच्छिद्य पाठस्य आवश्यकता अभूत्। अत्र मन्ये पदरचना अभूत् इत्यपि वक्तुं शक्यते, संहितायाः पदोपदेशः अस्मिन् काले अभूत्। यतोहि अत्र उच्यते एकं पदं बिल्मग्रहणाय, बिल्मग्रहणाय इति भेदेन ग्रहणाय, यतोहि संहितायां ग्रहीतुं ते अशक्याः अभूवन् ये तृतीयायां कोटौ आसन्। ततः वेदानां वेदाङ्गानां निरुक्तादीनां च एतेषां पृथक्तः अभ्यासस्य आवश्यकता अभूत्। पूर्वं तु तत्रैव अर्थात् व्यवहारे एव आसन् एतत् सर्वमपि। अग्रे तु निर्वचनं प्रदीयते बिल्मशब्दस्य। बिल्मं भिल्मं भासनं, भासनं तत्र दीप्तिर्भवति, भेदनं भवति इति इति वा। एषा परम्परा अत्र अनेन उपदिष्टा यास्केन। अग्रे ये विषयाः अत्र प्रदीयन्ते निरुक्ते ते संक्षेपेण उच्यन्ते। एतावन्तः समानकर्माणः कर्माणो धातवः इति अत्र वक्ष्यते तस्मे अध्याये निघण्टौ द्वितीये वा। एतावन्तः समानकर्माणः, समानकर्माणः इति समानार्थकाः धातवः सन्ति, तेषां प्रयोगाः धातुशब्दः प्रयुक्तः धातुर्दधातेः, दधाति प्रातिपदिक स्वरूपम प्रातिपदिकार्थम वा सह धातु इति उच्येत। अपरोपि धातु तस्मादेव होती शरीरस्थ धातु शरीरम असौ धारयति अतः सह धातु इति उच्यते। अन्यच्च अपरोपि धातु सुवर्णादिर्वर्तते सोपि जगत व्यवहारम धारयति तेनैव सर्वोपि व्यवहार चलति इति असौपि धातु इति उच्यते। धातुरेव दोषाय कल्पते, धातुरेव दोषाय कल्पते तत्र यद यदा समता भवति, समता इति समता उच्यते, यस्य धातोः अथवा यस्य पदार्थस्य यावती आवश्यकता वर्तते तावत्यां यदि स पदार्थो वर्तते स चेत् स धातुर्वर्तते। विषमतायां जातां स एव धातुः यः धातुत्वेन अस्माभिः व्यवह्रियते स्म स एव दोषत्वेन भवति। चे रोगा जायन्ते शरीरे तथैव समाजेपि बहु विषमता जायते व्यवहारे। अस्तु, तथैव अस्मिन्नेव अध्याये एतावन्त्यस्य सत्त्वस्य नामधेयानि, अर्थात् एकार्थकाः अनेके शब्दाः प्रथमे काण्डे एषा व्यवहारः प्रदर्शयति निगम काण्डे। एतावन्त्यस्य सत्त्वस्य नामधेयानि अनेकस्य एकस्य अर्थस्य अनेके शब्दाः। अस्तु, एतावताम् द्वितीयकाण्डे किमस्ति, एतावताम् अर्थानाम् इदम् अभिधानम्। अधुना एकस्य शब्दस्य अनेके अर्थाः, एतावताम् एतावतामर्थानाम् इदम् अभिधानम्। अभिधानमिति शब्दः विधीयते अनेन इति अभिधानम् चेत् अस्य शब्दस्य प्रयोगः एतेषु अर्थेषु भवति चेत् अनेकार्थकाः एके शब्दाः। पूर्वस्मिन् प्रकरणे अनेकार्थकाः एकार्थकाः अनेके शब्दाः सन्ति, एकार्थकाः अनेके शब्दाः अत्र सन्ति, अनेकार्थकाः एके शब्दाः। अन्यच्च तत्रापि नैघण्टुकमिदं देवता नाम, अत्र निघण्टु शब्दः गौणार्थे वर्तते। निघण्टु नैघण्टुकमिदं देवता नाम, एतद् देवता नाम इति अग्रे दैवतकाण्डे उपदेक्ष्यते, तृतीयं काण्डं यद्वर्तते निरुक्तस्य। अस्मिन् मन्त्रे एतत् यद् देवता नाम वर्तते तत् नैघण्टुकं वर्तते, गौणत्वेन वर्तते, अन्यच्च प्राधान्येन इदम्, इदं च प्राधान्येन वर्तते इति कथं तत्र देवतोपपरीक्षा इति तत्र वक्ष्यते, मन्त्रेषु कथं क्रियते इति। तद्यत् अन्यदेवते मन्त्रे निपतति नैघण्टुकं, तत् नैघण्टुकस्य स्वरूपमत्र उच्यते यत् कस्यचित् मन्त्रस्य देवता तु काचित् प्राधान्येन अन्या वर्तते, यथा तत्र वायुर्वा इन्द्रो वा इति उक्तमासीत् आग्नेये मन्त्रे, चेत् तत्र अन्यदेवते अन्या देवता यस्य स अन्यदेवता तस्मिन् अन्यदेवते मन्त्रे निपतति अन्या काचित् देवता, आगच्छति देवता नाम आगच्छति चेत् तत् नैघण्टुकमिति उच्यते, गौणत्वेन तत्र वर्तते, विशेषणत्वेन तत्र वर्तते। यथा अश्वं नत्वा वारवन्तम्, अश्वं नत्वा वारवन्तम्, वारवन्तम् बालवन्तम्, यथा बालवान बालों वाला अश्व होता है तथा अश्वम् इवत्वा बालवन्तम्। बालाः, बालशब्दः आगतः, बालाः दंशवारणार्था भवन्ति, वालाः वाराः रलयोरभेदः, वारणाय सन्तः वाराः, वारा एव बालाः, दंशादिकं तेन वार्यते तैः वार्यते अतः वालाः वाराः इति उच्यन्ते। मष्कादयः अथवा दंशादयः तत्र न दशन्ति, दंशो दशतेः, दंशशब्दः दशधातोरेव निर्मितः दंशदशने इति। दंशः एकः पृथक् भवति नैवासो मशको भवति न चापि नाम दास दास इति उच्यते किञ्चित् स्थूलः भवति अन्यच्च रक्तमेव पिबति रक्तं तु मशकोऽपि पिबति रक्तमेव पिबति असोऽपि अधिकं पिबति सः प्रायेण वर्षऋतौ भवति एव एवमस्ति सार्वत्रिकं तु किञ्चिदपि न भवति भो सार्वत्रिकं कथं भवति अन्यच्च सार्वत्रिकमपि यदि स्वीक्रियेत चेत् तत्र व्याख्यानं कर्तव्यं भविष्यति मन्ये उच्येत राघव लाघव इति अर्थभेदः भवति रघु लघु इति अर्थभेदः भवति चेत् यः प्रसिद्धः अर्थो वर्तते तत्र विचारणा न क्रियते प्रायेण परम् एषः अपि व्यवहारः लभ्यते एव रलयोः वबयोः यजयोः प्रायेण अत्र प्राप्यते यकारस्य प्रसङ्गे जकारस्य प्रयोगः लभ्यते जज्ज जज्ञ तत्र ओडिशाप्रान्ते प्रायेण यकारः बिहारेपि लभ्यते क्वचित् तत्सन्निधे ये वर्तन्ते यकारस्य जकारः तत्र उच्चार्यते यः कश्चिदपि सिद्धान्तः भवति सः प्रायोवृत्त्या भवति सार्वत्रिकस्तु न भवति प्रायोवृत्त्या भवति प्रायशः एषः व्यवहारः लभ्यते इति अस्तु अश्वम् इवत्वा बालवन्तं बालः एतौ मृगो न भीमः कुचरो गिरिष्ठाः मृगो न भीमः अस्य अर्थः दीयते मृग इव भीमः भीमः भयङ्करः बिभेत्यस्मादिति भीमः इति तत्र दीयते स एव भीष्मः यस्मात् सर्वेऽपि प्राणिनः बिभ्यति स भीमः इति उच्यते चेत् मृग इव भयङ्करः कुचरः कुत्सित गतिवान् गिरिष्ठा गिरौ या तिष्ठति सः अस्यैव अग्रे दीयते विस्तरेण मृगः मार्षेर्गतिकर्मणः अन्यैः असौ व्याधादिभिः मृग्यते अथवा असौ अपि तत्र सर्वथापि मार्ष्टि मार्ष्टिर्गतिकर्मणः गत्यर्थकः सर्वथा गति युक्तो भवति इतस्ततः गच्छत्येव सर्वथापि भयं प्राप्य गतिकर्मणः भीमः बिभ्यत्यस्मात् मृगशब्दः पशुसामान्येऽपि वर्तते जाङ्गलेषु पशुषु अपि वर्तते अन्यच्च तत्र पशुविशेषेऽपि वर्तते यथा मृगेन्द्रः सिंहस्य कृते आगच्छति चेत् जाङ्गलेषु पशुषु आगच्छति मृग इति हिरणः इति उच्यते तत्रापि मृगशब्दः वर्तते बिभ्यति अस्मात् भीमः बिभ्यत्यस्मात् भीमादयोपादाने इति अत्र पाणिनीयतन्त्रेऽपि उच्यते भीमादयोपादाने इति बिभ्यत्यस्मादिति भीष्मोऽपि एतस्मादेव यथैव भीमः तथैव भीष्मः बिभेत्यस्मादिति केवलं षकारविशेषः वर्तते तत्र कुचरः कुचर इति चरति कर्म कुत्सितम् चरति कर्म कुत्सितम् कुत्सितम् कर्म चरति कुचरः अस्तु यदि एतदेव विधानं कुचरशब्द एव यदि क्वचित् देवतायाम् आगच्छेत् देवतायाः कृते आगच्छेत् चेत् अथ चेत् देवताभिधानं कुचरशब्देन देवताया विधानं भवति चेत् क्वायं न चरति इति अर्थात् सर्वत्राप्यसौ व्याप्तः वर्तते अतः कुचरः क्व अयं न चरति इति कुचरः देवतायाः कृते भविष्यति गिरिष्ठा गिरिस्थायी गिरौ तिष्ठति इति गिरिस्थायी गिरिष्ठा भविष्यति गिरिष्ठा इति तत्र भविष्यति किन्नाम आतोनुपसर्गे का गिरिस्थाई गिरी का भवति गिरी पर्वतः कथमिति चेत समुद्गीर्णो भवति उपरि उद्गीर्णः गीर्णः उपरि उद्गतः भवति अतएव समुद्गीर्णत्वादेव गिरिः इति उच्यते अस्तु पर्वतः कथम उच्यते असौ चेत पर्ववान् यतो हि तत्र संधयः भवन्ति मध्ये मध्ये अतः असौ पर्वतः पर्ववान् पर्वतः अस्तु पर्व किं वर्तते पर्व पुनः प्रीणाते है पर्व शब्द प्री धातो प्रीणातेर्वा प्री पालन पूर्णयो हो प्रिय कांतौ च प्रिय तर्पणे कांतौ च अन्य च प्री पालन पूर्णयो हो पालनम तत्र क्रियते पूर्णा तत्र पूर्णता तत्र क्रियते तृप्ति ही तत्र क्रियते कामना तत्र क्रियते एते सर्वेप्यर्था तत्र घटन्ते चंद्रमसः पूर्णता भवति संधौ संधिर्यदा आगच्छति चेत् पूर्वस्य पक्षस्य पूर्णता भवति अपरः पक्षः आरभ्यते पूर्वस्य च पक्षस्य पूर्णता तत्र भवति देवानां तत्र तृप्तिः क्रियते प्रिय तर्पणे पूर्वं तृप्ति पश्चात् च कांति कांतिरिति कामना पूर्वं तृप्तिः देवानां क्रियते पश्चात् तेभ्यः कामना क्रियन्ते तदेव उच्यते अग्रे अर्धमास पर्व अर्धमास पर्व भवति पूर्णिमा अथवा अमावस्या दर्श पौर्णमासी इति पर्वद्वयं भवति किमर्थम देवान अस्मिन् प्रीणन्ति देवान अस्मिन् प्रीणन्ति इति पर्व देवान विदुषाः उत्वा ये प्राकृतिकाः देवाः सन्ति तेषां तत्र तृप्तिः पूर्वं क्रियते पश्चाच्च तेभ्यः कांतिः क्रियते कामना क्रियते एवमस्ति देवान अस्मिन् प्रीणन्ति इति संधिकालः सर्वथापि रोगकालः भवति संधिकालः परिवर्तनकालः भवति ऋतुसंधिर्वा भवेत् माससंधिर्वा भवेत् दिवस अन्यच्च रात्रि मध्ये यः संधिर्वर्तते सो वा भवेत् यतो हि तत्र संधिकालः परिवर्तनकालः खलु भवति यः पूर्वः पक्षः कालः भवति तस्य पूर्णता अपरस्य च कालस्य आरम्भः चेत् यदेव परिवर्तनं बहिर्वर्तते प्रकृतौ शरीरस्य प्राकृतिकत्वात् तान्येव परिवर्तनानि अत्र शरीरेऽपि जायन्ते परम् आलस्यात् प्रमादात् अथवा अभ्यासात् अस्माभिः तत्परिवर्तनं नानुभूयते पूर्वदेव भुज्यते अथवा व्यव्रियते आहारः व्यवहारः अस्माकं पूर्वदेव भवति चेत् तत्र किञ्चित् ध्येयं भवति विचारणीयं भवति किं नु भोज्यं किं च न भोज्यं कथं नु आहारः विहारो वा अस्माकं भवेदिति अतः तत्र तत्र पर्वणि तत्र तत्र संधिकाले ऋतुसन्धौ अथवा माससन्धौ अथवा दिवससन्धौ सर्वत्रापि कश्चित् कार्यक्रमः ऋषिभिः अस्माकं पूर्वजैः निर्धारितो वर्तते एक किञ्चित् कार्यं तत्र निर्दिष्टमस्ति तेन तत्र विचारः भवति संधिकाले कथं नु अस्माभिः अग्रे आहारः व्यवहारो वा गृहीतव्य इति अतः पर्वणः महत्त्वम् अस्माकं जीवने अतीव वर्तते तथैव अस्माकं सामाजिके जीवनेऽपि कानिचन पर्वाणि वर्तन्ते तत्र सांस्कृतिकानि वा सामाजिकानि वा राष्ट्रियाणि वा अनेकानि तत्र पर्वाणि वर्तन्ते अस्माकं वैयक्तिके जीवनेऽपि यत् किल जन्मदिनम् इति उच्यते तदपि पर्व एकं वर्तते सर्वथापि यत्किञ्चिदपि पर्व वर्तते तत् सर्वमपि पर्व अस्माकं किंचित विशिष्टम चिंतयितुं विवशं करोति। पूर्वं किंकृतम अग्रे च किं कर्तव्यम् इति तत्र, अतः पर्व तदुच्यते। अस्तु अग्रे, तत् प्रकृति इतरत्, अन्यत्रापि पर्व शब्दस्य प्रवृत्तिरस्ति क्वचिदपि चेत् तदपि एतस्मादेव भवति। एतस्माद् इति अर्धमास पर्व, यतो हि एकः संधिस्तत्र वर्तते तथैव अन्यत्रापि वर्तते। तत्र हेतुरुच्यते संधि सामान्या, यथैव अत्र संधित्वात् एषा व्यवहारः भवति, स एव संधिरत्र तत्रापि भवति। मेघस्थायी, गिरिशब्देन मेघोऽपि उच्यते चेत् तदेव उच्यते मेघस्थायी। गिरिष्ठः इत्यस्य शब्दस्य अर्थः गिरिस्थायी मेघस्थायी। मेघोऽपि गिरिः एतस्मादेव, यतोहि असाव अपि तत्र आकाशे उद्गीर्णो भवति, अत एव मेघोऽपि गिरिः इति उच्यते। एवमस्ति। तद् यानि नामानि प्राधान्यस्तुतीनां देवतानां, तद् दैवतम् इत्याचक्षते। यानि देवता नामानि गौणानि वर्तन्ते, तत्र तु नैघण्टुक शब्दो वर्तते। यत्र च प्राधान्येन यानि देवता नामानि वर्तन्ते तद् दैवतम् इत्याचक्षते। तद् यानि नामानि ये शब्दाः प्राधान्य स्तुतीनां, प्राधान्येन यासां देवतानां स्तुतिर्वर्तते तेषां कृते यानि नामानि सन्ति, तेषां यत्र विवरणं व्याख्यानं भाष्यादिकं वर्तते तद् दैवतम् इत्याचक्षते। एतस्य सर्वस्यापि विस्तरेण विशेषेण च व्याख्यानं तद् उपरिष्टाद् व्याख्यास्याम, उपरिष्टाद् व्याख्यानम् आगमिष्यति अग्रे। आगमिष्यति किम् आगमिष्यति? नैघण्टुकानि नैगमानि इह नैघण्टुकानि वर्तन्ते, इह च नैगमिकानि वर्तन्ते इति तस्य किं नाम उपरिष्टाद् व्याख्यानम् आगमिष्यति। इह इति तत्र अन्तिमस्य पदस्य द्विवचनं क्रियते चेत् अत्रापि एका पुरातनी परम्परा वर्तते। प्रकरणम् अध्यायं पादं वा समापयितुं तथा अन्तिमं पदं द्विरुच्यते। द्विवचनेन एतत् ज्ञायते अत्र कस्यचित् पूर्णता भवति एकस्य खण्डस्य विभागस्य वा, चेदत्र प्रथमाध्याय सम्पूर्णो भवति। अग्रे च द्वितीयः अध्यायः आरभ्यते चेत् प्रथमाध्यायः खलु भूमिकात्मक एव सम्पन्नः, तथा द्वितीयाध्यायेऽपि केचन विषयाः विचार्यन्ते। पूर्वं निर्वचनं कथं नु कर्तव्यम्, निर्वचनस्य का विधा वर्तते, कः उपायः वर्तते, कथं कर्तव्यम् इति तत्र उच्यते। अथ निर्वचनम्। निर्वचनशब्दे दुर्गेण उच्यते अपिहितस्य अर्थस्य परोक्षवृत्तौ अतिपरोक्षवृत्तौ वा शब्दे निष्कृष्य विगृह्य वचनं निर्वचनम्। अपिहितस्य सुगुप्तस्य अर्थस्य, क्व सुगुप्तः अर्थः वर्तते, परोक्षवृत्तौ वा अतिपरोक्षवृत्तौ वा, तत्र यः निगूढः अर्थः वर्तते, सुगुप्तः अर्थः वर्तते, तस्य ततः शब्दात् निष्कृष्य अर्थात् विगृह्य पुनः वचनमेव निष्कृष्य वचनं निर्वचनम् इति तत्र दुर्गेण उच्यते। पंडित भगवद्दत्त महोदयैरपि एकः संकेतः अत्र निर्वचनशब्दे दत्तः यत् सर्वेपि शब्दाः यथा अत्र निरुक्तानां सिद्धान्तोऽपि वर्तते आख्यातजानि नामानि, सर्वेपि व्यवहाराः सर्वेपि शब्दव्यवहाराः अस्माकं क्रियामूलकाः सन्ति, सर्वेषामपि मूले दृश्यानाम् अदृश्यानां वा क्रिया वर्तते चेत् तस्यैव निर्निश्चयेन वचनं निर्वचनम् इति उच्यते। तस्यैव आरम्भे या क्रियाः आसन् तासामेव शब्देन यदा वचनं क्रियते तस्य तदेव तस्य प्रवृत्ति निमित्तम इति वक्तुं शक्यते। अथ निर्वचनम्, निर्वचनम् इति निर्वचन विद्या अधुना उच्यते, निर्वचन ज्ञानम् अधुना कार्यते। तद् येषु पदेषु, पदानि तु तत्र वर्तन्ते एव पदपाठे, चेद् येषु पदेषु स्वर संस्कारौ समर्थौ प्रादेशिकेन गुणेन अन्वितौ, स्वरः उदात्तादिः, संस्कारः प्रकृति प्रत्यादिः, समर्थौ अर्थेन युक्तौ, प्रादेशिकेन व्याकरणे भवे भवाः भवो यः सिद्धान्तः तेन गुणेन अन्वितौ अनुगतौ स्याताम् भवेताम्, तथा तानि निर्ब्रूयात्। अत्र तु काचिद् विचिकित्सा वा समस्या वा न वर्तते, यदि व्याकरणानुगतमेव सर्वमपि चलति चेत् तथैव निर्वचनं कर्तव्यं तेषां पदानां तु। परं कानिचन पदानि तथापि वर्तन्ते यत्र अथ अनन्विते अर्थे प्रादेशिके विकारे, नैव तत्र प्रादेशिकः विकारः। प्रादेशिक इति व्याकरणगतः विकारः, प्रकृतिर्वा प्रत्ययो वा। अथ अनन्विते अर्थे अप्रादेशिके विकारे तत्र किं कुर्यात्? अर्थनीत्या परीक्षेत, यतो हि कस्मिंश्चित् अर्थे अस्य शब्दस्य प्रयोगः नूनं स्यादेव अस्ति एव चेत् यः या अर्थनित्यता वर्तते, अर्थस्य या नियता नित्यता वर्तते, सर्वतः प्राथम्येन तस्य परीक्षा कर्तव्या। पूर्वं सः परीक्षेत, यदा तत्र परीक्षा जाता चेत् केनचित् वृत्तिसामान्येन, केनचिदपि, तत्र आवश्यकता नास्ति यत् अयमेव धातुर्भवेत् अयमेव प्रत्ययो भवेत्, केनचिदपि वृत्तिसामान्येन अविद्यमाने सामान्ये यदि किञ्चित् सामान्यं तत्र न वर्तते चेत्, अर्थात् पूर्वं तु यदि धातुर्लब्धः चेत् प्रत्ययस्य कल्पना कर्तव्या, यथा तत्र उणादौ सिद्धान्तः प्रदत्तः तेन, अथवा प्रत्ययो लब्धश्चेत् प्रकृतेः कल्पना कर्तव्या, एतत्तु भवति वृत्तिसामान्यम्। अस्तु, यदि तत्र आगच्छति न यन्न विशेषपदार्थसमुत्थम्, यन्न विशेषपदार्थसमुत्थम् प्रकृतितः प्रत्ययतः प्रकृतेश्च तदुह्यम्, तत्र उक्तमस्ति। पदार्थशब्दे तत्र बहुरिर्वर्तते, पदम् अर्थः प्रयोजनम् यस्य, सः पदार्थः तेन पदार्थेन, न यन्न विशेषपदार्थसमुत्थम् चेत् यत्र नैव प्रकृतिर्ज्ञानं भवेत् न चापि प्रत्ययस्य ज्ञानं भवेत्, अव्यवस्य ज्ञानं न भवति चेत्, यदि कस्यचित् अव्यवस्य ज्ञानं भवति चेत् द्वितीयस्य अव्यवस्य कल्पना कर्तव्या इति, प्रकृतितः प्रत्ययतः प्रकृतेश्च तदुह्यम्। परं यत्र नैव प्रकृते ज्ञानम् अस्ति न चापि प्रत्ययस्य ज्ञानं चेत् तत्र किं क्रियेत? उच्यते अपि अक्षरवर्णसामान्यान् निर्ब्रूयात्। अक्षर सामान्यं भवेत्, वर्ण सामान्यं भवेत्, किञ्चित् तु सामान्यं लभ्येत एव नूनम्। एतद् वैयाकरणे अपि आध्रियते, एवं नास्ति यत् नैरुक्ता एव एतं सिद्धान्तं समर्थयन्ति, तत्रापि तथा वर्तते, वैयाकरणेषु अपि एषः व्यवहारः वर्तते। सामान्यात् निर्ब्रूयात्, अक्षर सामेन अथवा वर्ण सामेन। अक्षर शब्दः तत्र अनेकेषु अर्थेषु वर्तते व्याकरणेपि। अक्षर शब्दः केवलम् अचि वर्तते, ये अष्टेन प्रसिद्धाः वर्णाः सन्ति तेषु अक्षर शब्दः, यथा छन्दस्सु वर्तते, अन्यच्च द्व्यक्षर त्र्यक्षरेभ्य इति वक्तव्यम् इत्यादिकं तत्र उक्तं वर्तते, तत्र अक्षर शब्दः अचि वर्तते। अन्यच्च अक्षर शब्दः वर्णसामान्येऽपि वर्तते, शब्देऽपि वर्तते, स्वयम् अक्षरसमाम्नायः वाक्समाम्नायः। अत्र अक्षर शब्दः वर्णसामान्ये वर्तते, अक्षर शब्दः शब्देऽपि वर्तते, अक्षरम् नक्षरम् विद्यात् तत्रापि अश्नोतेर्वाशरोक्षरम् इति तत्र वर्णेऽपि वर्तते। अन्यच्च व्याकरणे एव अक्षर शब्दः अच् सहिते व्यञ्जनेऽपि वर्तते समुदाये, यथा तत्र उच्यते चतुरश्चयतौ आद्यक्षरलोपश्च चतुरश्चयतौ आद्यक्षरलोपश्च चतुर्शब्दात् छ यत् इत्येतौ प्रत्ययौ विधीयते तत्र किं नाम तस्य पूर्णे डट् पूर्णार्थे अन्यच्च आद्यक्षरलोपश्च चेत् अकार सहितस्य चकारस्य लोपः क्रियते तेन तुर्यः तुरीयः इति शब्दद्वयं तत्र सिद्ध्यति चेत् अक्षरशब्दः तत्रापि वर्तते अतएव अत्र मन्ये समुदाये स्यात् अग्रे च वर्णसामान्य स्यात् परं निर्वचनम् अवश्यम् एव कर्तव्यं नत्वेव न निर्भूयात् एवं न स्यात् यत् निर्वचनमेव न तत्र क्रियेत निर्वचनं तु नूनम् अवश्यमेव क्रियेत तत्र एवमस्ति न संस्कारम् आद्रियेत संस्कार इति व्याकरणगतः ये सिद्धान्ताः अत एव संस्कारशब्देन अत्र उच्यन्ते यतो हि ये व्याकरणे सिद्धान्ताः सन्ति ते केवलम् उपलक्षणत्वेनैव तत्र दीयन्ते एवं न सन्ति यत् सर्वेऽपि सिद्धान्ताः तत्र समागताः सन्ति यतो हि तैः सिद्धान्तैस्तु वैयाकरणैरपि सर्वे सिद्धान्ता सर्वे शब्दाः साधयितुं न शक्यन्ते अतैव तैः भिन्नाः भिन्नाः उपायाः आश्रिताः सन्ति क्वचित् बहुलम् इति उक्त्वा क्वचित् व्यत्ययम् इति उक्त्वा क्वचित् वा इति उक्त्वा क्वचिच्च प्रसोदरादिनी यथोपदिष्टम् इति उक्त्वा अनेके तत्र निपातनानि अनेकशः आश्रितानि सन्ति तत्र चेत् ते सिद्धान्ताः सम्पूर्णाः न सन्ति मार्गप्रदर्शकाः सन्ति अत एव अस्ति न संस्कारम् आद्रियेत पूर्वं तु यावत् शक्यं तस्य आश्रयः ग्रहीतव्यः अतः पूर्वं स एव आश्रितः किन्नाम येषु पदेषु सर्वसंस्कारौ समर्थौ इत्यादिकम् उक्त्वा परं यदि न लभ्येत चेत् वर्णसामान्येन अथवा अक्षरसामान्येन निर्वचनं कर्तव्यं तत्र किमर्थं नाद्रियेत संस्कारं चेदुच्यते हेतु विषयवत्यो हि वृत्तयो भवन्ति वृत्तयः विषयवत्यः विषयवत्यः संशयवत्यः यः व्यवहारः वर्तते तत्र अतीव संशयः वर्तते तत्र स्पष्टतया न जायते अतः तत्र यथार्थं विभक्तिः सन्नमयेत् विभक्तेः प्रयोगः यः वर्तते तत्रापि यथार्थम् अर्थानुसारी तस्य सन्नमनं कर्तव्यम् उपयोगः प्रयोगो वा कर्तव्यः विनियोजना कर्तव्या यथा कानिचित् उदाहरणानि अत्र दीयन्ते विषयवत्यो हि कथं नाम वृत्तयः भवन्ति यथा प्रत्तम् अवत्तम् अत्र किमस्ति इति धात्वादि एव शिष्येते प्रत्तम् अवत्तम् अत्र प्रदात चेत् पाणिनीयतन्त्रे उच्यते अच उपसर्गात् तकारादेशः विहितः तत्र एकस्य द्वयोः त्रयाणां वा लोपः उक्तः चेत् धात्वादिः दकारः एव अवशिष्टः तत्र च चर्त्वे सति प्रत्तम् अवत्तम् इति भवति आकारः न जाने को गतः वैयाकरणे अपरितः प्रत्तम् अवत्तम् इति धात्वादि एव अवशिष्यते अथापि अस्तेः अस्धातोः निवृत्तिस्थानेषु यत्र निवृत्तिर्भवति अस्य चेत् आदिलोपो भवति आदिर्लोप एव भवति स्तः सन्ति बाहुल्येन लोपो भवति अथापि अन्तलोपो भवति क्वचित् धातोः अन्त्यस्य लोपो भवति यथा गत्वा अधुना गकारे एव अवशिष्टः चेत् गम् गतः यः गकारः तेन यदि गकारः अन्यत्र क्वचित् लभ्यते चेत् गम् धातोः सविग्रह निर्वचनं तत्र कर्तव्यं तत्र किमस्ति तथैव अस् धातोः सकारः लब्धः चेत् सकारेण निर्वचनं कर्तव्यम् दा धातोः दकारः लब्धः अथवा तकारः लब्धः चेत् दा धातोः निर्वचनं कर्तव्यम् एवम् अत्र उच्यते गत्वा गतम् अत्र गकार एव अवशिष्टः मकारः यः अन्त्य आसीत् तस्य लोप एव जातः अथापि मध्य उपधा लोपो भवति क्वचित् उपधाया एव लोपो भवति यथा जग्मतुः अकारः लुप्तः गमहानजनखनगसां लोपः इङ्गित्यनङ्गि जग्मु इति अतापि उपधाविकारो भवति उपधायाः अन्य एव सम्पन्नः यथा राजा राजन् शब्दः आसीत् अकारस्य आकारः जातः दंडिन शब्दस्य दंडी इति ईकारः संपन्नः। अथापि वर्णलोपो भवति, वर्णस्यैव लोपः भवति। तत्त्वायामी, तत्त्वायामी। अथापि द्विवर्णलोपः, क्वचित् तु द्वयो वर्णयो लोपो भवति, यथा त्रिचशब्दे। त्रिशब्दे किमस्ति? तिसृणां ऋचां समाहारः त्रिचमिति भवति। चेतत्र त्रिरिच् त्रिरिच् चे रेफ इकारयोर्लोपः। तत्र पाणिनीयतन्त्रे तु ऋकारस्य लोपः उक्तः वर्तते, उत्तरपदादिर्लोपः। चेत् अत्र रेफस्य अन्यच्च इकारस्य त्रिशब्दगतौ यौ रेफ इकारौ वर्तेते तयोर्लोपः। चेदत्र द्विवर्णलोपः, द्विवर्णलोपेन च त्रिच इति सम्पन्नः इति। अथापि आदि आदिविपर्ययो भवति। विपर्य इति अन्यस्य स्थाने अन्यस्य उपयोगः, प्रयोगः भवति। यथा ज्योति, द्युत धातुर्वर्तते, दकारस्य जकारः सम्पन्नः। घनो अन्धातो हकारस्य घकारः सम्पन्नः। बिन्दु वकारस्य बकारः सम्पन्नः। वाक्यः, वाक्यस्य स्थानेन भटधातो भकारस्य वकारः सम्पन्नः। बिन्दुरिति भिदधातोः स्यात्, भिदिर्विदारणे बकारस्य बकारः सम्पन्नः इति। अथापि आद्यन्तविपर्ययो भवति। आदेस्थाने अन्तो भवति, अन्तस्य च स्थाने आदिर्भवति। यथा स्तोका, स्तोका इति भवति। चेदत्र सृज, सृज तु तत्र श्च्युतिर्, श्च्युतिर्धातुर्वर्तते, चित्तकारस्य चकारः, चकारस्य चित्तकारः, स्तोका। श्च्युतिर्, श्च्युतिर्, श्च्युतिर्स्तुचिर् एवं स्यात् न, श्च्युतिर्स्तुचिर् तस्य गुणादि सति, गुणादौ सति स्तोका इति भवति। रज्जुः इति सृजधातौ, सृजरसं चेति गुणादौ साध्यते। रज्जुः, सर्जुः, सर्जुः, सर्जुः, सर्जुः, रज्जुः, सर्जुः रेफ सकारयोर्मध्ये विपर्ययो भवति। सर्जुः, रज्जुः एवं भविष्यति। सिकता, सिकता इति कस धातोः, कस विकसने वर्तते, कस धातोः सिकता। कसता, किसता, सिकता, कसिता, कसिता, सिकता एवं भविष्यति, कसिता, सिकता। तर्कुः कृति धातोः, कृति धातोः, कृतु कर्तुः, कृति कर्तुः, तर्कुः कर्तुः, तर्कुः इति भविष्यति इति। अथापि अन्तव्यापत्तिर्भवति, क्वचिच्च अन्तस्य, अन्तो यो भवति तस्य व्यापत्तिः अन्यस्य स्थाने अन्यस्य प्रयोगः इति भवति इति अग्रे द्वितीयपादे अन्यान्यपि उदाहरणानि तत्र प्रदास्यन्ते। अलं कुर्मः, समयोऽपि जातः। श्वः किमस्ति? हा, रविवासरे तु विरामः भवति। भूतं च हव्यं च सर्वं यस्य तिष्ठति सर्वस्य च केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः। ॐ सहनावतु, सहनो भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्तिः, शान्तिः, शान्तिः।